ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं सूत्रकार प्रणतोऽस्मि मुनित्रयम् हरिः ओम् श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति अष्टाध्यायीग्रन्थे सूत्रेषु बलाबलचिन्तनम् यदा द्वयोः सूत्रयोः युग्मत् प्राप्तिः भवति तत्र केन सूत्रेण प्रथमे कार्यं करणीयम् इति अस्य विषये शास्त्रचिन्तनं शास्त्र आधारीकृत्य कथं तत्र निर्णयम् अस्माभिः करणीयम् इति अस्य विषये एव एतत् करपत्रम् अस्ति. सो यदा द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति तदा किं करणीयम्? इदानीं पर्यन्तम् अस्माभिः तत्र दृष्टम् अष्टाध्यायीग्रन्थे तत्र एकं सूत्रम् अस्ति विप्रतिषेधे परं कार्यं. सो विप्रतिषेधे परं कार्यम् इत्युक्ते विप्रतिषेधे सूत्रे यदि स्तः द्वयोः सूत्रयोः यदि तत्र विप्रतिषेधः भवत् तदा परं कार्यम्. परन्तु अत्र परं शब्दस्य विषये बहु किमपि चर्चा अस्ति व्याकरणशास्त्रे. परम् इत्युक्ते अनन्तरं वा श्रेष्ठं वा इष्टं वा इति तस्य विषये बहु चिन्तनम् अस्ति. पतञ्जलिमहर्षिः वदति तत्र परम् इत्यनेन केवलम् अनन्तरम् इति नास्ति. ह्यः श्रेष्ठम् इष्टम् इत्युक्ते कार्ये यत् यत् इष्टकार्यम् अस्ति तदेव तत्र परं भवति. परं शब्दस्य अर्थः परन्तु सामान्यतः यत् अस्माभिः तम् अस्मिन् करपत्रे विप्रतिषेधे परं कार्यम् इत्यनेन यदा द्वयोः सूत्रयोः विप्रतिषेधः. सो विप्रतिषेधः इत्युक्ते वदामः विप्रतिषेधः इत्युक्ते किं? द्वयोः सूत्रयोः समानबलम् अस्ति. समानबलम् इत्युक्ते किं? तुल्यबल इत्युक्ते किं? सो द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. कुत्रचित् एकत्र प्राप्तिः भवति चेत् ते सूत्रे तुल्यबलः इति तत्र बलः विप्रतिषेधः इत्यस्य व्याख्या करोति. तत्र व्याख्यां ददाति पतञ्जलिमहर्षि. सो अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः इति सः वदति, महर्षिः वदति. सो तत्र प्रायशः किं करणीयं? यः अनन्तरं सूत्रमस्ति, यस्य सूत्रस्य सङ्ख्या अनन्तरम् अस्ति तदेव बलवद् भवति. 95% आफ् द टैम्स् अनन्तरं सूत्रं यत् अस्ति तेन सूत्रेण एव कार्यं भवति. विरलतया तत्र पूर्वसूत्रेण अपि कार्यं भवति, तत् वयम् अग्रे पश्यामः. सो जनरलि विप्रतिषेधे परं कार्यम् इत्यनेन परं सूत्रं बलवद् भवति. अनन्तरं तत्र एका नूतना परिभाषा अस्ति, पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. तदाधारीकृत्य अपवादसूत्रं सर्वेषाम् अपेक्षया बलवत् अस्ति. अनन्तरम् अन्तरङ्गसूत्रं बलवद् भवति. अनन्तरं तत्र नित्यसूत्रं बलवत् अस्ति. अनन्तरं तत्र पर अपेक्षा अपि नित्यसूत्रं बलवत् अस्ति, परन्तु पूर्वस्य अपेक्षया परसूत्रं बलवत् अस्ति. एतत् सर्वम् अस्माभिः पठितम्. अनन्तरं तत्र नित्यानित्यप्रसङ्गे अस्माभिः पठितं यस्य शास्त्रस्य कृताकृतप्रसङ्गः तत् नित्यशास्त्रम् इत्युक्ते यस्य शास्त्रस्य प्रसक्तिः पूर्वे अपि आसीत् यदि न कुर्मः चेत् पुनः अनन्तरमपि द्वितीयसोपाने पुनः तस्य प्रसक्तिः आगच्छति चेत् तत् नित्यशास्त्रं वदामः. अतः यद्यपि द्वयोः सूत्रयोः तुल्यबलः अस्ति परन्तु तत्र नित्य अनित्यप्रसङ्गः अपि अस्ति चेत् तत्र पर अपेक्षया यः परे यत् सूत्रम् अस्ति अनन्तरं यस्य सङ्ख्या अस्ति तस्य अपेक्षया नित्यसूत्रं बलवद् भवति यद्यपि नित्यसूत्रं पूर्वे अस्ति. अनन्तरं तत्र अन्तरङ्ग बहिरङ्गस्य नित्यस्य नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् भवति. अन्तरङ्गशास्त्रस्य इदानीं तत्र द्रष्टव्यम् अन्तरङ्ग इत्युक्ते किम्, अन्तरङ्गशास्त्रम् इत्युक्ते किं, कस्य सूत्रस्य अन्तरङ्गशास्त्रम् इति वदामः. यदा तत्र सम्बन्धविषयः आगच्छति तदा तत्र द्वयोः सूत्रयोः चिन्तनम् आवश्यक भवति. एकस्य एव सम्बन्धः इति न वक्तुं शक्यते. तत्र द्वयोः सूत्रयोः मध्ये तत्र तुलना भवति. अन्तरङ्गशास्त्रं यदा अन्तरङ्गशास्त्रस्य विषयः आगच्छति तदा बहिरङ्गशास्त्रम्, एकं शास्त्रम् अन्तरङ्गशास्त्रम् इति वदामः, अन्यत् शास्त्रम् अन्यत् सूत्रं बहिरङ्गशास्त्रं वदामः. सो कः अन्तरङ्ग, किं सूत्रम् अन्तरङ्गं, किं सूत्रं बहिरङ्गम् इति वदामः चेत् तत्र अन्तरङ्गं बहुविधं, परन्तु अस्माकं करपत्रे तत्र प्रकारद्वयमेव प्रदर्श्यते. तत्र अस्ति पूर्वनिमित्तिकम् अन्तरङ्गं, तत्र प्रथमबिन्दुः अस्ति यस्य विषये अस्माकं चर्चा इदानीं प्रचलति. पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गं मया शेर् कृतं वा, स्क्रीन् शीट् दृश्यते वा? शेर् कृतं. सो पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इति वदामः चेत् प्रथमे तत्र अन्तरङ्गस्य विषये उक्तमस्ति. अन्तरङ्गशब्दे यत् अङ्गम् इति तत्र अन्तः अङ्गम् इति तत्र पदद्वयस्य समासः वर्तते. अन्तः अङ्गं प्रायशः समासः अस्ति वा नास्ति तद् द्रष्टव्यं, केवलं सन्धियुक्तपदमस्ति वा. सो अन्तरङ्गम् अङ्गम् इति यः तत्र पदमस्ति तेन वयं व्याकरणशास्त्रे यत् अङ्गम् अस्ति तद् न तस्य अर्थस्य ग्रहणं न करणीयम्. इत्युक्ते तत्र अङ्गम् इत्युक्ते तत्र प्रत्ययस्य प्राक् यत् किमपि शब्दस्वरूपः अस्ति तस्य नाम अस्ति व्याकरणशास्त्रे, तादृश अर्थः अत्र न भवति अन्तरङ्गशब्दे. सो अत्र अङ्गम् इत्युक्ते निमित्तम्, अतः निमित्ताधारीकृत्य एव तस्य शास्त्रस्य तत्र बहवः बहुविधम् अस्ति. सो निमित्ताधारीकृत्य बेसिक्लि तत्र अन्तरङ्गशास्त्रस्य तत्र चर्चा भवति. सो प्रथमविध अन्तरङ्गम् अस्ति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्, यस्य शास्त्रस्य यस्य सूत्रस्य निमित्तं, निमित्त इत्युक्ते कार्यस्य कृते निमित्तम् आवश्यकमस्ति. सो यस्य शास्त्रस्य निमित्तं पूर्वे एव उपस्थितमस्ति इत्युक्ते स्थानी समीपे अस्ति तत् शास्त्रम् अन्तरङ्गं. मया पूर्वे अपि उक्तं तत्र यदि स्थानी अस्ति यः स्थानीवर्णः तस्य कृते यत् द्वयोः अत्रापि द्वयोः शास्त्रयोः तुलना भवति. एकस्य शास्त्रस्य निमित्तम् ए अस्ति चेत् द्वितीयशास्त्रस्य निमित्तं बि अस्ति चेत् तत्र इत्युक्ते स्थानी अस्ति देन् वी हेव् निमित्त वन् एण्ड् वी हेव् निमित्त टु. सो यस्य शास्त्रस्य यस्य सूत्रस्य कृते एन् वन् इस् द निमित्तं तद्भवति अन्तरङ्गं. यस्य शास्त्रस्य एन् टु निमित्तम् अस्ति बिकास् स्थानी किञ्चित् दूरे अस्ति, एतत्तु स्थानी समीपे अस्ति, अतः पूर्व उपस्थित निमित्तिकम् अन्तरङ्गम् इत्यनेन. यस्य शास्त्रस्य निमित्तं स्थानी इत्युक्ते पूर्वे स्थितमस्ति, परेण स्थितमस्ति अथवा स्थानी समीपे अस्ति तदन्तरङ्गम्. आटोमेटिक्लि यदा एकं सूत्रम् अन्तरङ्गम् इति वदामः द्वितीयशास्त्रं बहिरङ्गम् इति वदामः. सो तत्र तादृशस्थितिः भवति. तथैव कुत्रचित् किं भवति, सो सर्वदा यदा अन्तरङ्गविषयः आगच्छति तत्र पदार्थत्रयस्य तुलना विषये गच्छति, इत्युक्ते सूत्रद्वयं पदार्थत्रयं, कुत्रचित् स्थानीद्वयं निमित्तमेकमेव. सो यस्य अत्रापि यस्य शास्त्रस्य निमित्तं स्थानी समीपे अस्ति तदन्तरङ्गं, यस्य शास्त्रस्य कृते स्थानी किञ्चित् दूरे अस्ति तद्भवति बहिरङ्गम्. इति अस्माभिः एतावता तत् पठितम्। अनन्तरं तत्र पुनः एका अन्या चर्चा आगच्छति, निमित्तरूपेण कस्य ग्रहणं करणीयम्? शब्दरूपनिमित्तं वा, अर्थरूपनिमित्तं वा, अथवा तत्र संज्ञारूपीनिमित्तं वा इति तस्य विषये अस्माभिः पठितम्। तत्र संज्ञाकृतनिमित्तं न स्वीकरणीयम्, अर्थकृतनिमित्तम् अपि न स्वीकरणीयं। तेन किं भवति? इष्टरूपस्य सिद्धिः न भवति। यद्यपि इष्टरूपस्य सिद्धिः भवति, तथापि तत्र किमपि शास्त्रं निरवकाशत्वं प्राप्नोति, अतः तदपि न करणीयम्। अतः तस्मिन् प्रसङ्गे किञ्चित् तत्र क्लेशः वर्तते। तत्र यद्यपि वयं तत्र इष्टरूपस्य सिद्धिः प्राप्नुमः, तथापि तत्र किमपि शास्त्रं निरवकाशत्वं प्राप्नोति। अतः तत् मा भूत्, कोऽपि शास्त्रम् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशं मा भवतु इति तत्र नियमः वर्तते। अतः किञ्चित् तत्र अर्थकृतनिमित्तस्य ग्रहणे, संज्ञाकृतनिमित्तस्य ग्रहणे तत्र किञ्चित् क्लेशः वर्तते। अतः भाष्यकार यत् वदति, इत्युक्ते पतञ्जलिमहर्षिः यत् वदति, एतत् शब्दशास्त्रमस्ति, व्याकरणशास्त्रं शब्दशास्त्रम्, अत्र शब्दस्य एव प्राधान्यं वर्तते, अतः शब्दकृतनिमित्तम् एव स्वीकरणीयम्। तादृशमतः एव नागेश भट् इत्यस्य मतम् अपि तथैव अस्ति। अतः शब्दकृतनिमित्तम् एव स्वीकरणीयं व्याकरणशास्त्रे। इदानीं तत्र पठनीयम् कुत्र स्मः वयम्? अत्र पठनीयं वा भगिनि? शिवयोगन् तत्र पूर्व उपस्थितम् अन्तरङ्गम् इत्यस्य विषये तत्र यत् उदाहरणमस्ति तदस्ति शिवयोग न इति उदाहरणं। स्युव् इति धातुः, स्यु इति शिव् इति धातुः, न इति उनादिप्रत्ययः। सो तत्र इको यनचि अपि च पुगन्तलघुपदस्य च इति द्वयोः मध्ये तत्र कस्य सूत्रस्य प्रसक्तिः भवति? इत्युक्ते प्रथमे अस्माभिः शिवयोग न यदा तत्र आसीत् तदा श्वोः शूणनासिके च इति सूत्रेण तत्र वकारस्य ऊठ आदेशः अस्माभिः कृतम्। सो वकारस्य ऊठ आदेशः कृतं चेत् तत्र ठकारस्य इत्संज्ञा अस्ति, तत्र ऊ दीर्घ उकारः एव तिष्ठति। इदानीं तत्र स्यु योगन इति स्थितिः अस्ति। इदानीं तत्र अस्मिन् सोपाने, एतस्मिन् स्टेप् मध्ये तत्र कस्य कस्य सूत्रस्य प्रसक्तिः इति पश्यामः चेत् तत्र उपधायां ह्रस्व इकारः अस्ति, परे अर्धधातुप्रत्ययः अस्ति, अतः तत्र पुगन्तलोगस्य च इति सूत्रस्य प्रसक्तिः। अपि च अत्र इकारस्य साक्षात् उत्तरे तत्र अचवर्णः अस्ति, अतः इकोयनचि इत्यस्य अपि प्रसक्तिः अत्र भवति। द्वयोः सूत्रयोः युगपत् प्राप्तिः अस्ति। इदानीम् अस्माभिः द्रष्टव्यं तत्र इकोयनचि इत्यनेन कार्यं करणीयं वा प्रथमे या पुगन्तलघुपदस्य च इत्यनेन करणीयं, तस्य विषये एव इदानीं तत्र चर्चा प्रचलति। अत्र अत्र आरभ्य पठामः। द्वयोः सूत्रयोः मध्ये अस्माभिः तत्र द्रष्टव्यम् अपवादसम्बन्धः वा अन्तरङ्गबहिरङ्गसम्बन्धः वा नित्यानित्यप्रसङ्गः वा अथवा केवलं पूर्वपरप्रसङ्गः अस्ति इति तस्य विषये इदानीं तत्र बलाबलचिन्तनम् अस्माभिः करणीयं। कस्य मध्ये? इकोयनचि इत्यस्य अपि च पुगन्तलघुपदस्य च, द्वयोः शास्त्रीयोः मध्ये कः बलवत् अस्ति, किं बलवत् अस्ति, किं शास्त्रं बलवत् अस्ति इति अस्माभिः तत्र द्रष्टव्यं. चेतना भगिनी अग्रे पठतु भगिनि, अत्र युगपद्वयोः तस्य उपरि यत् परिच्छेदम् अस्ति तत् आरभ्य पठामः. किञ्चित् तत्र पुनः स्मरणं भवति अस्माकं विषयः कः. अत्र युगपत् द्वयोः सूत्रयोः परिस्थितिः इको यणचि षष्ट्यध्याये कुत्र अत्र युगपत् द्वयोः सूत्रयोः प्रसक्ति तदेव पठति वा? आमाम् अत्र युगपत् आमां तत्र पठतु द्वयोः सूत्र अत्र युगपत् द्वयोः सूत्रयोः प्रसक्तिः इको यणचि षष्टमध्याये प्रथमपादे सप्तसप्तमं सूत्रं च पुगन्तलघुपदस्य च सप्तमध्याये तृतीयपादे षष्ठ षष्टाशीतितमं सूत्रं च. इकोयणचि इत्यनेन इकारस्य स्थाने यकारादेशः, पुगन्तलघुपदस्य च इत्यनेन उपदा गुणः नाम इकारस्य स्थाने एकारादेशः. इमे द्वे सूत्रे एकत्र प्राप्ते अपि एकत्र प्राप्ते अपि च अन्यत्रान्यत्र लब्धावकाशे अतः तयोः तुल्यबलविरोधः. तस्मात् विप्रतिषेधे परं कार्यं प्रथमाध्याये चतुर्थपादे द्वितीयं सूत्रम् इत्यस्य प्रसक्तत्वात् पुगन्तलघुपदस्य च परत्वात् बलवत् अपि च वर्णादाङ्गं बलीयः वर्णादाङ्गं बलीयः इति परिभाषया तस्य बलम्. सो सिवुयोग न मध्ये स्थानी एकमस्ति परन्तु निमित्तं द्वे स्तः. अत्र इकोयणचि इति सूत्रस्य प्रसक्तिः अपि अस्ति, पुगन्तलघुपदस्य च इति सूत्रस्य अपि प्रसक्तिः अस्ति. अतः अत्र तुल्यबलविरोधः अस्ति. भगिनि स्क्रीन् न दृश्यते. महोदय लेफ्ट् द मीटिङ्ग्, ऐ थिङ्क् शी विल् वेट् फार् हर् टु कम्. ओके क्षम्यतां भगिनि, मया तत्र किञ्चित् नेट्वर्क् क्लेशः आसीत्, मया किमपि वदतु. परिच्छेदं पठितं वा भगिनि? आं महोदय, स्क्रीन् न दृश्यते महोदय. सो अत्र सिवुयोग न स्थितौ स्थानी इ अस्ति, निमित्तानि उ अपि च न स्तः. अतः इकोयणचि इति सूत्रस्य प्रसक्तिः अपि अस्ति, पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अपि अस्ति. अतः अत्र तुल्यबलविरोधः अस्ति. अतः विप्रतिषेधे परं कार्यमिति सूत्रेण पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति, अतः सः एव बलवत्. अपि च वार्णदाङ्गं बलीयः इति परिभाषा वदति इकोयणचि वर्णकार्यं पुगन्तलघुपदस्य च अङ्गकार्यं वर्णकार्यं बलीयः इति वार्णात् पञ्चमी अस्ति वार्णात् अङ्गं बलीयः अङ्गं बलीयः ओ अङ्गकार्यं बलीयः वर्णकार्यस्य अपेक्षया फ्रोम् द वर्णकार्यम् अङ्गकार्यं बलीयः वार्णात् इति पञ्चमी अस्ति वार्णात् अङ्गं बलीयः इत्यनेन वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् अस्ति यत्र अङ्ग इकोयनचि इति वर्णकार्यं तत्र अङ्गस्य अधिकारः अङ्गकार्यम् इत्युक्ते यत्र अङ्गस्य अधिकारः तावदेव तत्र अवगन्तव्यम् इकोयनचि इति सूत्रे अङ्गस्य अधिकारः नास्ति अङ्गस्य अधिकारः कुतः आरभ्यते 641 इति आरभ्यते एतत् सूत्रम् अङ्गस्य अधिकारे नास्ति एतत्तु वर्णकार्यमस्ति तेनापि अनया परिभाषया अपि पुगन्तलघुपदस्य च इति एव बलवत् भवति विप्रतिषेधे परं कार्यम् इत्यनेन अपि पुगन्तलघुपदस्य च परशास्त्रमस्ति तस्य सङ्ख्या अनन्तरं वर्तते 6 7386 इति अस्ति इको एनचि 6176 अस्ति अतः द्वयोः चिन्तनं कुर्मः चेत् तत्र पुगन्तलघुपदस्य च इति भासते इति बलवत् भासते अपि च अत्र वदतु भगिनि द्वयोः मध्ये तुल्यबलविरोधः कथम् अस्ति इको एनचि अपि च पुगन्तलघुपदस्य च सि उ योगन अत्र सि उ उपधायाम् इकारः अस्ति अतः तुल्यबलविरोधः तुल्यबल द्वयोः अत्र लिखितं न द्वयोः मध्ये तुल्यबलविरोधः अस्ति तुल्यबलविरोधः अस्ति चेदेव वयं तत्र वदामः विप्रतिषेधे परं कार्यम् अत्र द्वयोः मध्ये तुल्यबलविरोधः कथम् स्थाने एकमेव अस्ति तुल्यबलविरोधः इत्युक्ते किं भगिनि वाट् इस् तुल्यबलविरोधः एकत्र एव सूत्रद्वयं प्रसक्तिः अस्ति इति तावदेव वा एकत्र प्राप्तिः अस्ति तथा अन्यत्र अपि लब्धावकाशः अस्ति स्वतन्त्रलब्धावकाश अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः केवलं द्वयोः शास्त्रयोः एकत्र प्राप्तिः भवति चेत् तत् तुल्यबलविरोधः कथं वक्तुं शक्यते विरोधः अस्ति प्रतिषेधः अस्ति परन्तु तुल्यबलविरोधः कथम् अस्ति द्वयोः शास्त्रयोः तुल्यबलविरोधः केवलं विरोधः इत्युक्ते एकत्र प्राप्तिः अस्ति चेत् तत्र फैट् भवति परन्तु द्वयोः तत्र पावर् कथम् अस्ति तुल्यबलः अस्ति वा नास्ति वा कथं तत्र निर्णेतव्यं द्वयोः कृते स्वतन्त्रतया अन्यत्र अन्यत्र लब्ध अवकाशः भवेत् इदानीं तत्र एकत्र प्राप्तिः सो द्वयोः अन्यत्र लब्धावकाशः अस्ति वा स्वतन्त्रलब्धावकाशः अस्ति वा आम् आम् कुत्र अस्ति उदाहरणं वदतु कोऽपि अन्य उदाहरणं वा अन्य कथं वयं वक्तुं शक्यते द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते सपोज् तत्र यदि प्लस् अपि इति स्थितिः अस्ति तत्र पुगन्तलघुपदस्य च इति कार्यमस्ति वा यदि योग अपि न अत्र यदि अपि इति कोऽपि प्रत्ययः नास्ति यदि इति कोऽपि धातुः नास्ति अतः पुगन्तलघुपदस्य च अत्र किमपि कार्यं न वर्तते. यदि किपद सुबन्तपदम् अपि अपि सुबन्तपदं द्वयोः अत्र संहिता अस्ति चेत् इको सोरि इको यनचि इति सूत्रस्य प्रसक्तिः भवति. अत्र पुगन्तलघुपदस्य च किमपि कार्यं न, इसन्ट् इट्? अत्र पुगन्तलघुपदस्य च कार्यं नास्ति. किमर्थं? लघुपदस्य च धातोः अनन्तरं किमपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् उदयं तत्र ह्रस्व इकवर्णः अस्ति चेदेव पुगन्तलघुपदस्य च इति सूत्रम् आगत्य तत्र प्रसक्तः भवति. अत्र तु तस्य कोऽपि कार्यं नास्ति. अत्र कस्य कार्यमस्ति? अस्य शास्त्रस्य कार्यम् अत्र संहिताविषये सन्धिकार्यम्. कस्य शास्त्रस्य कार्यमस्ति? इकोयनचीति. सो इकोयनचि इत्यस्य कृते बहुत्र तत्र लब्धावकाशः वर्तते. तथैव तत्र तुद्योग तस्य कस्मिन् गणे अस्ति? लिख् लिख् धातुः प्लस् ल्युट् प्रत्ययः. लिख् धातु प्लस् ल्युट् प्रत्ययः. तत्र कस्य सूत्रस्य कस्य शास्त्रस्य प्रसङ्गः? अत्र ल्युट् अर्धधातुकप्रत्ययः अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. अत्र इकोयनचि इत्यस्य प्रसङ्गः अस्ति वा? लिक् योग नास्ति. अस्ति एव. अत्र केवलं पुगन्तलघुपदस्य च एव प्रसङ्गः. अतः द्वयोः शास्त्रयोः कृते अन्यत्र कुत्रापि लब्ध अवकाशः वर्तते. स्वतन्त्रलब्ध अवकाशः अस्ति. इदानीं तत्र एकत्र प्राप्तिः अस्ति स्युयोगना इति स्थित्वा. अतः वयं वदामः वि केनाट् सिम्पलि से न द्वयोः मध्ये तुल्यबलविरोधः. सो द्वयोः मध्ये तुल्यबलविरोधः अस्ति बिकास् द्वयोः अन्यत्र अन्यत्र लब्धावकाशः, इदानीम् एकत्र प्राप्तिः. अतः द्वयोः तुल्यबलविरोधः वर्तते. सो यदा तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः इत्युक्ते तस्य अन्यत् नाम अस्ति विप्रतिषेधः. सो विप्रतिषेधे विषयसप्तमी विप्रतिषेधविषये किं करणीयं? परं कार्यं, परं शास्त्रं बलवद् भवति. अतः पुगन्द्वयोः मध्ये पुगन्तलघुपदस्य च परशास्त्रम् अस्ति. अतः तदेव बलवद् भवेत्. अपि च एका अन्या परिभाषा अस्ति वारणात् अङ्गं बलीयः, तेन अपि पुगन्तलघुपदस्य च तस्य एव अधिकबलं दृश्यते. अतः अत्र किं पुगन्तलघुपदस्य च इति तत्र बलवत् अस्ति. अतः तेनैव वयं कार्यं कुर्मः इति तत्र अस्मिन् परिच्छेदे लिखितम्. अवगतं वा भगिनि? आं महोदय. परन्तु तथैव कुर्मः चेत् इष्टरूपस्य प्राप्तिः न भवति. सो दिस् इस् वाट् लुक्स् टु अस् सामान्यचिन्तनं, बट् तत् न करणीयं. तत्र एकम् अन्यत् अस्ति. सो यदा सि 90% आफ् द टैम्स् सूत्रयोः मध्ये तु तुल्यबलविरोधः वर्तते एव. दिस् इस् अ सामान्यस्थितिः. बट् सर्वदा विप्रतिषेधे परं कार्यम् इत्यनेन तत्र वयं तत्र चिन्तनं न कर्तुं शक्यते. तेन वयम् इष्टरूपस्य प्राप्तिः इष्टरूपं न प्राप्नुमः. अतः देट् इस् वै पूर्व पर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इत्यनेन प्रथमे तत्र किं द्रष्टव्यम्? उत्सर्ग अपवाद् द्रष्टव्यं द्वयोः मध्ये. यदि उत्सर्ग अपवाद् न सम्बन्धः नास्ति चेत् तत्र अनन्तरं किं द्रष्टव्यम्? अन्तरङ्ग बहिरङ्ग. यदि अन्तरङ्ग बहिरङ्ग अपि नास्ति चेत् अनन्तरं द्रष्टव्यं नित्य अनित्य. नित्य अनित्य अपि न वर्तते चेत् चेदेव विप्रतिषेधे पूर्वपर इति चिन्तनं करणीयं विप्रतिषेधे परं कार्यम् अन्यथा तत्र इष्टरूपस्य सिद्धिः न भवति इति तत्र चिन्तनमस्ति. अस्तु अग्रे पठामः. मञ्जुरी भगिनी अग्रे पठतु भगिनी. आमाचार्य नमो नमः. योगन इति स्थितौ इको यणचि 6.1.77 इत्यस्मिन् उकारः निमित्तम् उगन्तलघुपदस्य च 7.3.86 इत्यस्मिन् न इति आर्धधातुकप्रत्ययः निमित्तम् नाम गुणस्य निमित्तं न प्रत्ययपर्यन्तसमुदायः यण आदेशस्य निमित्तम् उकारः एव स च उकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः पर्यन्त न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः न इति अत्र सि उ समुदायापेक्षया बहिर्भूतः. इको यणचि 6.1.77 इति शास्त्रस्य निमित्तम् उगन्तलघुपदस्य च 7.3.86 इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको यणचि 6.1.77 अन्तरङ्गशास्त्रम् अन्तरङ्गत्वात् उगन्तलघुपदस्य च 7.3.86 इति शास्त्रम् असिद्धम् पूर्वपरनित्यान्तरङ्गात्पवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया इको यणचि 6.1.77 इत्यस्य प्रवर्तनप्रसङ्गे उगन्तलघुपदस्य च 7.3.86 इत्यस्य अस्तित्वम् एव नास्ति. इदानीं किं वदति? बिल्कुल् पूर्वे यत् पूर्वे पूर्वस्मिन् परिच्छेदे यत् उक्तं तस्य कान्ट्राडिक्षन् अत्र अस्ति. पूर्वे उक्तं पुगन्तलघुपदस्य च इति बलवत्, इदानीं वदति इको एनचि इति बलवत् अस्ति. इको एनचि इति पुगन्तलघुपदस्य तु असिद्धमस्ति, असिद्धमस्ति, शास्त्रमेव असिद्धं. कस्य कृते इको एनचि इत्यस्य कृते अस्मिन् सोपाने किम् अवगतं वदतु. अत्र स्यु योगं न इति स्थितिः अस्ति. तत्र स्यु उ दीर्घ उकारः अस्ति. तत्र इको यणचि इति सूत्रस्य प्रसक्तिः तत्र उकारः निमित्तमस्ति. उगन्तलघुपदस्य च तत्र न इति उणादिप्रत्ययः अग्रे अस्ति. तत् अर्धधातुकप्रत्ययः अस्ति. तत् अर्धधातुकप्रत्ययः निमित्तमस्ति. सो अत्र का कीदृशस्थितिः अस्ति भगिनि? अत्र कति स्थानिवर्णाः, स्थानिवर्णः कः, कस्य स्थाने तत्र परिवर्तनं करणीयम्? न कथम् इको एनचि इत्यनेन किं, वट् डस् इको एनचि सेस्? वट् इको एनचि सेस्? इकः स्थाने, न फर्गेट् अबौट् दिस्, इको एनचि इति सूत्रं किं वदति? सो अत्र इकः इत्यनेन किं, कः स्थाने अस्ति? सो अस्मिन् सोपाने इदानीम् अत्र कः इकवर्णः? इकारः अपि अस्ति न भगिनि? सो इकारस्य इकारः इकवर्णः, तस्य परे किम् अस्ति? अच्वर्णः अस्ति वा? अस्ति अस्ति. कः कः वर्णः अस्ति? ऊ अस्ति. सो सो इको एनर्जि इत्यनेन ई स्थाने यनादेशः करणीयं. किमर्थं किमर्थं चेत् परे अचवर्णः अस्ति, असवर्णः च अस्ति. अतः वट् इस् स्थानि अत्र इको एनर्जि इति शास्त्रस्य कृते स्थानि किम्? यस्य स्थाने आदेशः तत् स्थानि, इकः स्थानि, सो स्थानि. निमित्तमस्ति उ इति निमित्तं, निमित्तवान्. नौ पुगन्तलघुपदस्य च इत्यनेन किम्? इत्यनेन गुणादेशः भवति. कस्य गुणः भवति? कस्य गुणः? स्थानिकः. सो सेम् स्थानी अस्ति अत्रापि. पुगन्तलघुपदस्य च शास्त्रस्य कृते अपि समानस्थानी अस्ति. उपधायां यः इकवर्णः, सो इकार एस् एव स्थानी अस्ति, इकारः एव स्थानी. निमित्तं किम्? निमित्तं किम्? अर्धधातुप्रत्ययः तत् किं? न इति निमित्तं. सो दिस् इस् सेपरेट् देन् ऊ, न इस् सेपरेट् देन् ऊ न भगिनि, भिन्न अस्ति. सो एन् टु इति निमित्तम् अस्ति, न इति एन् टु, न इस् इक्वल् टु एन् टु. अस्तु, ऊ इस् इक्वल् टु एन् वन्, स्थानि तु समानम् अस्ति. सो इदानीम् अत्र पदार्थत्रयस्य विषयः आगच्छति. We don't have only two padarthas. We have three padarthas. Sthani ekam eva, nimittam one asti, anyad nimittam asti and two. So yada, yes, this is a hint. Yada dvayoho shastriyoho krite, tatra tulna kurmaha, yedi tatra padartha trayasi vishayaha agachati, sarvada tatra kim drishtavyam, atra prayashaha antarang bahirang prasangaha. This is a hint for us to understand. Whenever either we have S1, S2 plus same nimittam. Kutrachit sthani dvayam nimittam ekam eva. Yatha tatra asma vihi tatra kim purve kim udharanam asit? Siv. Dhatu asti siv. Na iti unadi pratyaha. Tatra पुगन्तलघुपदस्य च इत्यस्य कृते इकारः स्थानी, परन्तु छोः षूडननासिके च इति शास्त्रस्य कृते वकारः स्थानी. निमित्तं तु समानमेव. छोः षूडननासिके च इति शास्त्रस्य कृते अपि न एव निमित्तं. पुगन्तलघुपदस्य च शास्त्रस्य कृते अपि न एव निमित्तं, परन्तु स्थानी भिन्नम् अस्ति. पुगन्त इत्यस्य कृते एस् वन् इति निमित्तम् इत्युक्ते इकारः निमित्तं, छोः षूडननासिके च इत्यस्य कृते वकारः निमित्तम् एस् टु अस्ति, परन्तु निमित्तं सोरि स्थानि स्थानि वर्णः वकारः निमित्तं तु द्वयोः कृते न एव अस्ति. अतः वन् टु त्री पदार्थत्रयस्य अत्र विषयः आगच्छति. अतः तत्रापि अन्तरङ्गविषयः, अन्तरङ्गबहिरङ्ग. सो यस्य शास्त्रस्य निमित्तं स्थानी समीपे वर्तते तदन्तरङ्गम्. अतः श्वोः षूडनुनासिके च इति शास्त्रस्य यः वकारः स्थानी, नकारः निमित्तं, दीस् आर् क्लोज़र् टु ईच् अदर्, किञ्चित् इकारस्य नकारः किञ्चित् दूरे वर्तते, अतः तदेव अन्तरङ्गशास्त्रं. देट् इस् वै वस्थाने ऊठ आदेशः अस्माभिः पूर्वे कृतं, बिकास् द्वयोः मध्ये तत्र छोः षूडनुनासिके च इति शास्त्रस्य कृते पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धं वै, बिकास् तदेव लक्षणम् अस्ति. अन्तरङ्गशास्त्रस्य कृते बहिरङ्गशास्त्रम् असिद्धम् अस्ति. वाट् इस् द लक्षणं, वाट् वास् द लक्षणं दट् वास् रेड् बै अस्? अन्तरङ्गशास्त्रस्य लक्षणं किम्? अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् किं किमपि अत्र उपरि पठितं न? तत्तु सत्यं, परन्तु लक्षणं किम्? अन्तर्मन्दे बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूत अङ्गकं बहिरङ्गम् अपि च अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वम् अस्ति. सो फार् द अन्तरङ्गशास्त्रं बहिरङ्गशास्त्रं न वर्तते एव, असिद्धम् अस्ति, तदेव अत्र अस्ति. कुत्र इदानीं तत्र यत् उदाहरणं सर्वैः अवगतं वा कथं तत्र अन्तरङ्गबहिरङ्ग इति विषयः आगच्छति? तदेव हिण्ट् अस्ति. सर्वैः अवगतं वा? सो सो इदानीं कुत्र अस्ति? अत्र एव. सो पुगन्तलघुपदस्य च इति असिद्धं भवति. कस्य कृते इको एनच् इति कुत्र कुत्र अस्मिन् सोपाने? दिस् इस् नाट् असिद्धं, बट् हियर् फार् द इको एनर्जि अस्मिन् सोपाने, बिकास् इको एनर्जि इति अन्तरङ्गं. वै इको एनर्जि इस् अन्तरङ्गं भगिनि वदतु, अत्र किं लिखितम्? वाट् इस् अन्तरङ्गम्? 6.1.77 अन्तरङ्ग बहिरङ्गविषयस्य विषये तत्र सूत्रसङ्ख्या इति न आवश्यकं न भगिनि? अन्तरङ्गबहिरङ्गस्य विषये सूत्रसङ्ख्या न आवश्यकम्. किं द्रष्टव्यं? यस्य शास्त्रस्य निमित्तं स्थाने समीपे अस्ति तदन्तरङ्गम्. सो ई इस् क्लोजर् टु ऊ एण्ड् न इस् औट्सैड्. We have to start from E, na? Why? Because E is sthani. Dvayoh krite E eva sthani asti. Now we have to see closeness. E ukaraha yasya shastrasya ukaraha nimitam saha madhye vartate. Nakaraha yasya shastrasya nimitam saha outside vartate, bahihi vartate. So yasya shastrasya nakaraha krite nakaraha nimitam asti tad bahirangam. Yasya shastrasya krite ukaraha nimitam asti tad antarangam. So, which shastra is now antarangam and which is bahirangam? Antarangam, sthani samipe asti. Antarangam. Satyam, purva upasthita nimittikam. So, what is antarangam now? E plus U, which shastram? Antarangam. इको एनर्जि तत्तु सत्यं, बट् इको एनर्जि न इको एनर्जि, बिकास् इको एनर्जि इति शास्त्रस्य कृते शास्त्रस्य निमित्तं स्थाने समीपे वर्तते. आर् भिन्नरीत्या वदामः चेत् पुगन्तलघुपदस्य च निमित्तसमुदायात् अन्तर्भूतं निमित्तं यस्य तदन्तरङ्गम्. अन्तर् इत्युक्ते मध्ये. So, since three entities are involved, three elements are involved, and now we have to see whichever is closer to the sthani. Atah iko yanachi itasya krite puganta lagupadasya cha asiddham. Kimartham asiddham? Bahirangam asti. Antarange bahirangasya asiddhatvam asti. अण्ड् इको एनर्जि इति अन्तरङ्गम्. सो अन्तरङ्गम् अन्तरङ्ग बहिरङ्गस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् भवति. दट् इस् वै इको एनर्जि विल् डू द कार्य, नाट् पुगन्त लघुपदस्य च. अवगतं वा भगिनि? प्रश्नः अस्ति वा मञ्जरी भगिनि? देर् इस् सम् नेट्वर्क् क्लेश्, ऐ एम् नाट् एबल् टु हियर् यु प्रापर्लि. अवगतम्? न श्रुतं भगिनि? ध्वनिः न आगच्छति. अधुना आगच्छति वा? आम् इदानीम् आगच्छति. अवगतं वा भगिनि? अवगतम् अवगतम्. तदेव उक्तमस्ति, प्रथमे तत्र उक्तमस्ति इको एनचि इत्यस्य कृते इ इति स्थाने उ इति निमित्तं, पुगन्तलघुपदस्य च इत्यस्य कृते इ एव स्थाने परन्तु न इति निमित्तम्. अनेन ज्ञायते यत् शिवयोग न इति कुत्र एतदेव परिच्छेदमस्ति वा? पूर्वपरनित्यान्तर इति परिभाषा अत्र अत्र न प्रत्ययपर्यन्तं समुदायस्य अन्तर्भूतः. उकारः मध्ये अस्ति, न पर्यन्तं यत् निमित्तसमुदायम् अस्ति उकारः मध्ये वर्तते, अन्तर्भूतः अस्ति. अन्तर् इत्युक्ते मध्ये, अन्तर् इत्युक्ते मध्ये, मध्ये अस्ति. न च अत्र सि उ समुदाय अपेक्षया बहिरस्ति, न इति निमित्तं बहिरस्ति, बहिर्भूतः अस्ति. सो न शास्त्रं बहिर्भूतशास्त्रम्, उ इति शास्त्रम् अन्तर्भूतशास्त्रम्. अतः इको यनचि इति शास्त्रं शास्त्रस्य निमित्तं, पुगन्तलघुपदस्य च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको यनचि अन्तरङ्गशास्त्रम्. तदेव उक्तम्, अस्माकं शीर्षकं तदेव अस्ति, पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. सो अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धं भवति, बिकास् बहिरङ्गशास्त्रम् अस्ति अतः असिद्धम् अस्ति. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति परिभाषा अस्ति, अतः इको एनचि इत्यस्य प्रवर्तनप्रसङ्गे पुगन्तलघुपदस्य च इति अस्तित्वमेव नास्ति, इत्युक्ते असिद्धम् अस्ति. सो वाट् वी हेव् टु डू नौ, शिवु योगन अत्र पठतु, एतत् लैन् अपि पठतु भगिनि. शिवु योगन तत्र इको एनचि 6.1.76 इति सूत्रेण शिवु योगन सार्वधातुक अर्धधातुकयोः 7.3.84 इति सूत्रेण स्योन इति शब्दः निष्पन्न. अवगतं वा कथं भवति स्यु इति कथं भवति, अनन्तरं स्यो कथं भवति, अण्ड् देन् वर्णमेलनम्? अवगतं वा? इकारस्य स्थाने यकारादेशः. I'm not able to hear your voice, that is why I'm not able to understand. So ikarasi yakara adeshah anantaram u iti asti anantaram na iti pratyah. So sa ya u will become siu plus na iti pratyah. Idani tatra katham sarvadhatu kitasya prasangha bhagni? Kidrashangam asti? न इति उनादिप्रत्ययः, अर्धधातुप्रत्ययः, स्यु इति किमस्ति, स्यु इति किमस्ति, अङ्गमस्ति, सत्यं. बिकास् दिस् इस् प्रत्ययः, प्रत्ययस्य प्राक् यत् यत् किमपि भवति तद् अङ्गम् इति उच्यते. सो कीदृश अङ्गमस्ति, अन्ते किं वर्तते? इगन्तङ्गम् अस्ति. आम्, इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः, देट् इस् देट् सूत्र इस् सार्वधातुक अर्धधातुकयोः, देट् इस् वै सार्वधातुक अर्धधातुकयोः इत्यस्य सूत्रस्य प्रसङ्गः अत्र वर्तते. न इस् अ प्रत्यय, स्यु इस् अन् अङ्गम्, इगन्तङ्गम् अस्ति. सो उकारस्य गुणः ओकारः, ओकारः भवति चेत् स्योन इति शब्दस्य निष्पत्तिः इति तत्र तादृशप्रक्रिया वर्तते. अवगतं वा सर्वैः? आम् महोदय. नमस्ते भगिनि. स्यो स्योः स्योः इट्स् नाट् उगन्तम् अन्तम, इट्स् ओन्लि इगन्तम. इक् वि काल् इट् इट् इस् उगन्त उगन्तम् अपि अस्ति, परन्तु सार्वधातुकार्धधातु इगन्तम् कयोः इति सूत्रे इकः अङ्गस्य सार्वधातुकार्धधातुकयोः इति तत्र सम्पूर्णसूत्रं भवति, अनुवृत्तिसहितसूत्रं. सो अत्रापि इक् प्रत्याहारे तत्र इक् प्रत्याहारे उकारः अपि अस्ति. इक् प्रत्याहारे के के वर्णाः इति वदामः चेत् लु. सो उग उगित् वन् वदामः वा इगित् वद इगित् तत्र इगन्तं वदामः. अस्तु अग्रे पठितुमिच्छति वा भगिनी अग्रे? यत् परिच्छेदमस्ति यत्र पूर्वोप अत्र स्योन इति शब्दः उत्पन्नः स्वयम् आगतः. अत्र पूर्वोपस्थितनिमित्तिकत्वम् इति उच्यते. पूर्व उपस्थितनिमित्तिकम् इति उच्यते, नाम लघुपदगुणस्य निमित्तिकत्वम् निमित्तिकत्वम् नाम लघुपदगुणस्य निमित्तापेक्षया यणादेशस्य निमित्तं पूर्वोपस्थितम् अस्ति. लघुपदगुणस्य निमित्तं न इति प्रत्ययः, तदपेक्षया ऊकारः पूर्वः. सि योग ऊ योग न सि ऊ इति पर्याप्तं भवति यणादेशस्य कृते, किन्तु सि ऊ न अपेक्षते लघुपदगुणं प्रति. अतः उगन्तलघुपदस्य च 7.3.86 इति शास्त्रनिमित्त तापेक्षया यणादेशशास्त्रस्य निमित्तं पूर्वम् उपस्थितम्, अनेन पूर्वोपस्थितनिमित्तिकम् निमित्तिकत्वम् निमित्तकत्वं त्वम् इति यत्र कुत्रापि पठामः. सो दिस् दिस् इस् अ गुण. सो पूर्व उपस्थितनिमित्तिकत्वं कस्य कस्य पूर्वोपस्थितनिमित्तिकत्वम्? इको यनचि इत्यस्य शास्त्रस्य, बिकास् तस्य निमित्तं पूर्वे उपस्थितमस्ति. पुगन्तलघुपदस्य इत्यस्य निमित्तं पूर्वे न अस्ति, अनन्तरम् अस्ति. सो पूर्व उपस्थितनिमित्तिकत्वं यस्य तद् अन्तरङ्गम्, देट् इस् द शीर्षक न भगिनि? नौ इट् इस् ए तदेव शीर्षकम् अस्ति न, पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. सो यस्य पूर्व उपस्थितनिमित्तिकत्वम् अस्ति, तादृशगुणः यस्मिन् अस्ति तद् अन्तरङ्गम्. सो द्वयोः मध्ये अत्र तु इको यनचि इत्यस्य पूर्व उपस्थितनिमित्तिकत्वम्. This is the Vasha of Nyayashastra. They explain the Yasmin Tadrishu Gunaha Vartate. This Tvam Iti Tatra Tadrishu Shabd Prayogaha Bhavati. Where are we? So Tade Binna Ritya Uktamasti. Yasya Shastrasya Nimittam Purve Upasthitamasti. यस्य शास्त्रस्य निमित्तम् अनन्तरम् अस्ति तदन्तरङ्गं, यस्य पूर्वे अस्ति तदन्तरङ्गम्. अतः द्वयोः मध्ये अत्र इको एनर्जि इति इको एनर्जि इति अस्मिन् पूर्व उपस्थितनिमित्तिकत्वम् अस्ति, अतः तद् अन्तरङ्गम्. कस्य अपेक्षया? पुगन्तलघुपदस्य च इत्यस्य अपेक्षया. अतः अन्तरङ्गम् अस्ति चेत् बलवद् भवति, यद्यपि वर्णकार्यम् अस्ति. So we cannot jump to the conclusion varnat angam baliyah. We have to first check apvad, antarang bahirang, nitya nitya, purva para. When we are not able to decide anything from all of these sambandhas, then we can say varnat angam baliyah. cannot at the first step jump that oh varna dangam bali let's do varna karyam anga karyam sorry atra साधुरूपस्य निष्पत्तिः न भवति इति अत्र लिखितं कुत्र अस्ति अवगतं वा सर्वैः अन्तरङ्गं बहिरङ्गं नित्यम् अनित्यं थर्ड् वन् अत्र अस्ति न भगिनी दिस् इस् द परिभाषा दिस् इस् अ वेरि नूतन परिभाषा अत्र पश्यतु पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरो उत्तरं बलीयः उत्तरोत्तरबलीयः दिस् इस् वाट् ऐ ऐ वास् एक्स्प्लेनिङ्ग् सो सर्वे दिस् इस् अ परिभाषा नूतन परिभाषा पुरातन परिभाषा अस्ति भगिनि वी डोण्ट् नो लाङ्ग् दिस् परिभाषा इस् रन्निङ्ग् इन् द व्याकरणशास्त्र इन् दिस् परिभाषा सो इट् इस् अ परिभाषा ओन्लि इट् इस् नाट् अ सूत्रम् अग्रे पठतु चेतना भगिनी अग्रे पठतु अधुना पुनः अवलोकनीयं यत् सिव्योग न इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः छोः षूडनुनासिके च पुगन्तलघुपदस्य च अधुना एव ज्ञातं यत् सिवुयोग न इकोयणचि पुगन्तलघुपदस्य च इत्यनयोः मध्ये इकोयणचि इति अन्तरङ्गशास्त्रं यस्मात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम् अनेन ज्ञायते यत् सिव्योग न इति स्थितौ पुगन्तलघुपदस्य च नित्यं नास्ति यतो हि छोः षूडनुनासिके च इत्यनेन सिवुयोग न इति भवति चेत् तदानीं पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति तस्मात् उच्यते यत् सिव्योग न इति स्थितौ नित्यत्वात् श्वोः षूडनुनासिके च इत्यस्य प्राप्तिः इदानीं वि आर् गोयिङ्ग् बेक् टु सिव्योग न अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति श्वोः षूडनुनासिके अपि च पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति सूत्रस्य स्थाने अस्ति उपदायाम् इकारः अपि च छोः षूडनुनासिके च अस्ति अस्माभिः किं दृष्टं भगिनि अत्र पश्यतु पूर्वे यदा अस्माभिः एतत् चर्चा आरभितं तत्र किं भवति वि स्पोक् देट् शिवयोग न इति यदा स्थितिः अस्ति सो वी आर् डूयिङ्ग् पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति कार्यं पूर्वे कुर्मः वाट् वी आर् डिस्कसिङ्ग् वी आर् डिस्कसिङ्ग् द नित्य अनित्यसम्बन्ध बिट्वीन् पुगन्तलघुपदस्य च एण्ड् छोः षूडनुनासिके च वी डिस्कस्ड् देयर् देट् इवन् इट् पुगन्तलघुपदस्य च कार्यं करोति चेत् दिस् विल् बिकम् सेव् योग न इसन्ट् इट् यदि पुगन्तलघुपदस्य च इति शास्त्रेण पूर्वे कार्यं कुर्मः देन् वाट् विल् इट् बिकम् सेव् योग न इसन्ट् इट् गुणः इकारस्य गुणः एकारः भवति सो यद्यपि पुगन्तलघुपदस्य च इति सूत्रं पूर्वे प्रसक्तः भवति तत्र पुनः छोः षूड् अनुनासिके च इति प्रसङ्गः पुनः वर्तते एव स्टिल् द छोः षूड् अनुनासिक च केन् डू द कार्यम् इसन्ट् इट् वकारः तथैव तिष्ठति नकारः अनुनासिक् प्रत्ययः सो छोः षूडनुनासिके च इत्यस्य शास्त्रस्य द्वितीयसोपाने पुनः प्रसङ्गः आयाति सो बट् देन् वी सेड् लेट् अस् डिस्कस् यदि वयं छोहषूडनुनासिके च इति सूत्रेण ऊठ आदेशः कुर्मः, पुनः तत्र पुगन्तलघुपदस्य च इति प्रसक्तिः भवति वा न भवति? देट् इस् वाट् वी वर् डिस्कसिङ्ग्, इसन्ट् इट्? देट् इस् हौ वी गाट् शिवु प्लस् न, बिकास् छोहषूडनुनासिके च इत्यनेन वकारस्य ऊठ आदेशः भवति. वकारस्य ऊठ आदेशः कुर्मः चेत् तत्र एव तिष्ठति ठ इति संज्ञक अस्ति. देन् आल् दीस् प्रसङ्गास् केम् एण्ड् नौ वी आर् गोयिङ्ग् बेक् टु द सेम् स्थिति. नौ वट् वी हेव् अण्डर्स्टुड्, वी हेव् अण्डर्स्टुड् देट् छोः षूडनुनासिके च इति नित्यशास्त्रं, पुगन्तलघुपदस्य च इति अनित्यशास्त्रम्. किमर्थं? यस्य शास्त्रस्य कृताकृतप्रसङ्गः तद् नित्य इति उच्यते. सो अत्र लिखितं नित्यत्वात्. वै? बिकास् अत्र तु भिन्नचिन्तनं. वाट् वी आर् सेङ्ग्, पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. एस् पर् देट् डेफिनिशन्, एस् पर् देट् डेफिनिशन् तस्मिन् किं लिखितमस्ति? पूर्व उपस्थितनिमित्तिकम्. इत्युक्ते अत्र किञ्चित् क्लेशः. दिस् इस् नाट्, दिस् इस् जस्ट् ट्रैङ्ग् टु जस्टिफै देट्, बट् देयर् आल्सो वी हेव् थ्री तत्त्वास् एण्ड् वी केन् डैरेक्ट्लि अप्लै द अन्तरङ्ग बहिरङ्गशास्त्रम्. यद्यपि अत्र लिखितमस्ति नित्यत्वात्. नित्यत्वात् इत्युक्ते किम्? नित्यम् अस्ति इति. नित्यत्वात् इत्युक्ते छोहषूडनुनासिके च इति नित्यशास्त्रम्, पुगन्तलघुपदस्य च इति अनित्यशास्त्रम्. सो नित्यशास्त्रस्य अपेक्षा यद्यपि परे अस्ति, तथापि नित्यशास्त्रं बलवत् भवति. सो नित्यत्वात् एव छोहषूडनुनासिके च प्रथमे प्रवर्तते, प्रथमे कार्यं करोति. But actually that is not the position. Why? Because maya purve api uktam shiv yoga na, atra sthani dvayam ikarah s1 vakarah s2 nimittam samanam. So atra padartha trayasya vishayah agacchati. सो यस्य शास्त्रस्य, अत्र यद्यपि निमित्तम् एकमेव, सो हियर् वी केन् नाट् डिसैड् कस्य निमित्तम् अन्तरस्ति, कस्य निमित्तं बहिरस्ति, इज़न्ट् इट्? एस् पर् देट् पर्टिक्युलर् देट् इस् वै फस्ट् आदौ एव तत्र लिखितम् अन्तरङ्गं बहुविधम्. अन्तरङ्ग् इस् आफ् मनी टैप्स्. One of the types is purva upasthita nimittikam. Depending upon the nimittas, where we have 2, 3, 4 nimittas, yasya shastrasya nimittam sthani samipe antar asti, madhye asti, tad antarangam. Yasya shastrasya nimittam bahir asti, tad bahirangam. This is one of the types of antarangam. But here also, it is not basically nityatvat choho shudanonasike chayate. यस्य शास्त्रस्य, देर् इस् वन् मोर् डेफिनिशन्, यस्य शास्त्रस्य निमित्तं स्थानि समीपे वर्तते तदन्तरङ्गं, यस्य शास्त्रस्य निमित्तं स्थानि दूरे अस्ति तद् बहिरङ्गं. सो हियर् देट् डेफिनिशन् विल् वर्क्. वाट्? स्थानि समीपे निमित्तं यस्य तद् अन्तरङ्गम्. एस् टु इस् वकारः, एस् टु इस् वकारः, एस् वन् इस् इकारः, इज़न्ट् इट्? सो S2 is vakaraha plus na is same nimittam. Vakaraha kasya sthani? Chvoha shudana nasi kechaita sya sthani. So wherever you see padarthas are involved, whether it is sthani 1 nimitta 2 or sthani 2 nimitta 1, counting will be 1, 2, 3 only. So yasya shastra निमित्तं समीपे अस्ति तदन्तरङ्गं भवति, यस्य शास्त्रस्य निमित्तं दूरे वर्तते तद् बहिरङ्गम्. सो बेसिक्लि देर् इस् एन् अन्तरङ्ग बहिरङ्ग सम्बन्धः बिट्वीन् छोः षूडानुनासिके च एण्ड् पुगन्तलघुपदस्य च. यद्यपि अत्र नित्यत्वात् बिकास् दिस् प्रसङ्ग केम् इन्सैड् पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. अवगतं वा भगिनि? परन्तु अत्र नित्यनित्यशास्त्रमपि आप्लिकेबल् अस्ति खलु महोदय, बिकास् अपि आगच्छति न नित्यानित्य अपि अस्ति. इदानीम् अस्माभिः दृष्टं किम्? ऐ एम् लूसिङ्ग् वाय्स् इन् बिट्वीन्. वदतु किम् अस्ति? No, I was thinking, even if we apply Nitya Anitya Shastram, should Anunasika Eva Agat. But we should not apply also. It took the, we cannot remember, we cannot, we should have some base, na? We should have some hint to think, na? Because this city will come every time. Na? How do you decide? So we have to start back. We have to start from Utsargapvad. Then Antarang Bahirang. So when will we go for this particular sthiti, Sivu Yogana sthiti, because Antatra Utsargapvad Sambandha Dvayoho Madhya Nasti, Puganti Lagupadasi Cha, Shoh Shudana Nasi Ke Cha. Then where we will go? We will go to the Antarang Bahirang, na? But before that, Nitya Nitya will come, no matter. Na. तदा एव देट् इस् वाट् ऐ एम् सेयिङ्ग् अगेन् अण्ड् अगेन् भगिनि. पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः इत्युक्ते उत्तर उत्तरं बलीयः. सो सर्वेषाम् अपेक्षया अपवाद सूत्रं देन् कम्स् द नित्यानित्य. So when you will decide that अत्र तु अपवाद उत्सर्ग अपवाद इति न दृश्यते. Then you will jump obviously antarang bahirang na bagni. And what is the trick for antarang bahirang? Every time you will not fire antarang bahirang. These are very rare examples for antarang bahirang. Antarang bahirang will, that is why I gave a hint, that antarang bahirangam will come into the picture only when there are three padarthas involved. Otherwise there will not be. If there are only two padarthas involved, there will be some other sambandh, but there will never be an antarang bahirang sambandh. Because there you cannot decide na which is antarang, which is, because one is sthani, one is nimittam. How will you decide which is inside, which is outside? You cannot decide there na. So atah yatra yatra padartha trayasya विषयः आगच्छति तत्र एव अन्तरङ्ग बहिरङ्ग इति सम्बन्धः. यदि तदपि न दृश्यते देन् वि विल् गो टु नित्यानित्य. वि हव् टु गो बैकवर्ड्स्. आई फॉरगॉट. यस, वि हव् टु गो बैकवर्ड्स् बिकॉज वि डिसाइड फ्रॉम पूर्व पर देन् वि विल् नॉट गेट् द साधु रूपम्. ट्रू ट्रू. पूर्वपरस्य अपेक्ष पूर्वस्य अपेक्षया पर, परस्य अपेक्षया नित्य, नित्यस्य अपेक्षया अन्तरङ्ग, अन्तरङ्गस्य अपेक्षया अपवत् सूत्रं बलवत् भवति. उत्तर उत्तरं बलि इति लिखितमस्ति. कुत्र वयं स्मः? तदेव उक्तमस्ति. सो नित्यत्वात् सो वी हाव् डिसैड् एक्चुलि how this karpatra is going. This karpatra explained us first what is purva and para. Purva para is vipratishedha, isn't it? So vipratishedha, then he, this karpatra explained what is nitya and anitya, krita krita prasanga. Now we came to antarang and bahirang. That is why this the flow of this karpatra is tadrisham. That is why atra likhitam asti अत्र लिखितमस्ति नित्यत्वात्. बिकास् नौ वी हेव् रीच् टु नित्य अनित्य. सो पुगन्तलघुपदस्य च इत्यस्य अपेक्षया छोः षूडनुनासिके च इति शास्त्रं नित्यशास्त्रम्. अतः नित्यत्वात् अस्य शास्त्रस्य प्राप्तिः, नित्यत्वात् अस्य इत्यस्य प्राप्तिः. सो देट् इस् वै वी गाट् शिवो योगन. अवगतं वा भगिनी? परिच्छेदे किं लिखितमस्ति? आं महोदय. अग्रे अपि एकमेव परिच्छेदमस्ति, तत् पठतु. इको एनर्जी इकस्थाने यण्णादेशः स्यात् अचि परे संहितायां विषये. इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचि परे अकः सवर्णे दीर्घः इत्यनेन यण् बाधितम्. इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यान्तम् सप्तम्यन्तम् त्रिपदमिदं सूत्रम्. संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्. किम् उक्तमस्ति अत्र? इको यणचि इति सूत्रं वदति इक् स्थाने यण् आदेशः इति संहितायां विषये. परन्तु क्वालिफायर् अस्ति इकः स्थाने यण् आदेशः. सूत्रे किम् उक्तमस्ति, निमित्तं किं सूत्रे? अचि अचि केवलम् अचि उक्तमस्ति. आम्, परे इ अस्ति चेत् तत्र तु न भवति इको यण् अचि इत्यनेन कार्यं. सत्यम्. अतः फलितार्थः कः? असवर्णे अचि परे एव इकः स्थाने यण् आदेशः. यद्यपि अत्र अचि उक्तमस्ति परन्तु वयं जानीमः इत्युक्ते अनेन किम्? अकः सवर्णे दीर्घः अपि च इको यण् अचि द्वयोः मध्ये कः सम्बन्धः? इको यण् अचि स्पेसिफिक् अस्ति, अपवादसूत्रम् न न इको यण् अचि अपवादस्ति बाधित अकः सवर्णदीर्घ इति सूत्रस्य बाधकसूत्रमस्ति. भिन्नरीत्या भगिनी असवर्ण इको यनचि इति शास्त्रम् इस् दिस् इकवर्णानां यनादेशः अचि. दिस् इस् द निमित् समुदाय. अकः सवर्णदीर्घः सवर्ण अच्वर्ण अस्ति चेत् एव न अकः सवर्णे दीर्घः इति सूत्रं किं वदति? अकः इत्युक्ते अक् अ इ उ ऋ ऋ अपि अत्र पश्यतु दिस् इस् इको यनचि. इको यनचि वट् आर् द स्थानीस् इ उ अक्वर्ण सर् अ इ उ ऋ ऋ अ टु ऋ लु एक्स्ट्रा अस्ति, अकारः एक्स्ट्रा अस्ति न. नौ इको यनचि इत्यस्य कृते निमित्तं किम्? सम्पूर्ण अच् सम्पूर्ण अच् इति निमित्तं. सूत्रे तदेव उक्तमस्ति न, सम्पूर्ण अच् समुदाय. अकः सवर्णे दीर्घः इत्यस्य कृते किं निमित्तम्? अकः सवर्ण सवर्ण अच् सवर्ण अच् सो सवर्ण अच् विल् कम् समवेयर् इन् बिट्वीन् इस् इन् डेट् अच् समुदाय. सवर्ण अच् विल् कम् समवेयर् इन् बिट्वीन् इस् इन् डेट् इट् केन् दिस् मच् आल्सो बट् इट् विल् कम् इन् सैड् ओन्ली इस् इन् डेट् असवर्ण अच् नौ सवर्णे इत्यस्य कृते अकारः अपि स्थाने अस्ति सो किञ्चित् औट्सैड् अपि भवति क्षेत्रम्. दिस् इस् अकः सवर्णे दीर्घः. सो दिस् पार्ट् विच् इस् कोलैडिङ्ग् विच् इस् मिक्स्चर् आफ् बोध् द शास्त्रास् दिस् पार्ट् सो दिस् पार्ट् आफ् वाट् दिस् पार्ट् आफ् अकः सवर्णे दीर्घः is an apvad to iko yanachi. Iko yanachi is utsarg अकः सवर्णे दीर्घः इस् अपवाद् शास्त्रम्. अकः सवर्णे इत्यस्य बाधकशास्त्रम् इति बाधा करोति कस्य? बिकास् वेन् एवर् वी हेव् इ प्लस् इको एनर्जि इति आगत्य वदति अत्र मम कार्यक्षेत्रं, बट् अकः सवर्णे आगत्य वदति अत्र तु सवर्णः च अस्ति, अकवर्णः अस्ति. यदि अहं कार्यं न करोमि चेत् मम कार्यं निरवकाशः भवति. यस्य यस्य सूत्रस्य लघुकार्यक्षेत्रम् अस्ति तत् अपवाद्रम् एण्ड् इट् कम्स् इन् सैड् दिस्. सम् पार्ट् इस् औट् सैड् बट् लाट् आफ् पार्ट् इस् इन् सैड् इको एनर्जि. यु आर् सेङ्ग् अपोजिट् इको एनर्जि शास्त्रं इस् अपवाद् शास्त्रं किञ्चित्. सो अकः सवर्णे इत्यनेन यन् बाधितम्, यन्न भवति बाधितं भवति तत्र सवर्णदीर्घसन्धि भवति. अतः फलितार्थः अस्ति असवर्णे अचि परे एव इको एनचि इति कार्यं कर्तुं शक्यते. सर्वत्र इको एनचि इति कार्यं न कर्तुं शक्यते, तत्र बाधा भवति. अकः सवर्णे इति शास्त्रं बाधक अपवादशास्त्रम् अस्ति. इको एनचि, इको एनचि इति उत्सर्गशास्त्रम्. अकः सवर्णे दीर्घः बाधकशास्त्रम्. दट् इस् वै संख्या इस् आल्सो अनन्तरं. प्रथमे महर्षि प्रथमसूत्रम् एव इको एनचि, देन् दिस् अचि अचि अचि इस् अनुवृत्तिसहित अग्रिमेषु बहुषु सूत्रेषु अचि इति पदस्य अनुवृत्तिः भवति. अवगतं वा भगिनि? आमां. आम् तथैव तत्र सो दिस् इस् पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. अवगतं वा? सो देन् वन् नौ वी हेव् सेकेण्ड् टैप् आफ् अन्तरङ्गं, वेट् इस् अपरनिमित्तिकम् अन्तरङ्गम्. ध्वनिः अस्ति वा? श्रूयते वा ध्वनिः? आम् महोदय. वन् सेकेण्ड्. मञ्जरि भगिनि अग्रे पठतु भगिनि. अपरनिमित्तकम् अन्तरङ्गं, यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तकं भवति. आदे च उपदेशे अशीति 6.1.45 इत्यनेन आत्वं भवति. तत्र अशीति इत्यनेन आत्वप्रतिषेधः नाम शिति कार्यं न भवति. तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति. कस्मिन् परे इति चेत् किमपि न उक्तम्. एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तत् अपरनिमित्तकम् अस्ति. अपर इति शब्दः कीदृशशब्दः भगिनि? अपर न परः अपर सत्यम् अत्र न तत्पुरुषसमासः अस्ति न परः न परः इत्युक्ते पर इत्युक्ते अनन्तरं सो परे निमित्तिकं नास्ति परे निमित्तं नास्ति यस्य शास्त्रस्य यथा तत्र अस्माभिः पठितं न वट् वास् देट् शास्त्र देट् प्राकृतिकसूत्राणि धातुविषये प्राकृतिकसूत्राणि कानि विचारप्राकृतिकसूत्रास् प्राकृतिककार्याणि कानि धात्वादि धात्वादिः सहसः नूनः उभयायां च किमपि अस्ति न फोर्थ् सूत्र नुमागमः केन सूत्रेण भवति इदितोनुम् इदितोनुम् धातोः दीस् आर् प्राकृतिकसूत्राणि तत्र परनिमित्तं किमपि नास्ति तत्रापि किमपि परनिमित्तं नास्ति यथा तत्र जलां जशो अन्ते इति सूत्रेण किं भवति जलवर्णस्य जशादेशः भवति निमित्तं किम् किमपि निमित्तं तस्मिन् सूत्रे जल तु स्थाने अस्ति न जल इति अत्रापि निमित्तं नास्ति केवलं कण्डिशन् अस्ति जलवर्णः पदस्य अन्ते भवेत् जलां जशो अन्ते इति सूत्रे अपि किमपि परनिमित्तं न उक्तम् गिवन् अ स्लैट्लि डिफिकल्ट् सूत्र बट् वी नो लाट् आफ् सूत्र वेर् किमपि पर अपरनिमित्तिकं नास्ति धातुवादेशः सः इति सूत्रे अपि केवलं मूर्धन्यशकारः आदौ भवेत् किमपि तत्र निमित्तम् उक्तं वा परनिमित्तम् उक्तं वा न उक्तम् तादृशी कण्डिशन् अस्ति चेत् तस्य मूर्धनिषकारस्य सकारादेशः भवति इदितोनुं धातोः यः इदित् धातुः अस्ति यस्मिन् ह्रस्व इकारस्य इत् संज्ञा अस्ति तस्मिन् धातो नुमागमः भवति तत्रापि किमपि परनिमित्तं नास्ति नोनः इति सूत्रे अपि मूर्धन्यनकारस्य नकारादेशः भवति किमपि परनिमित्तं न उक्तम् सो देर् आर् सम् सूत्रास् यत्र कोऽपि परनिमित्तं नास्ति देर् आर् वेरि लेस् सूत्रास् वयर् पूर्वनिमित्तम् अस्ति पूर्व इत्युक्ते पञ्चमी तादृशनिमित्तम् अस्ति बट् लाट् आफ् द शास्त्र विधिसूत्रास् आर् वेर् वी हेव् अ सप्तमी निमित्तं सप्तमीरूपेण निमित्तम् अस्ति इत्युक्ते परनिमित्तम् अस्ति निमित्तं परे अस्ति कार्यं पूर्वे भवति सो नौ वन् आफ् द अनदर् टैप् आफ् अन्तरङ्गम् इस् अपरनिमित्तिकं न परनिमित्तिकं यस्य शास्त्रस्य तदपि अन्तरङ्गशास्त्रं भवति यस्य शास्त्रस्य कृते कोऽपि परनिमित्तमेव न उक्तमस्ति सूत्रे तदपि अन्तरङ्गं भवति that shastra is also antarang shastra ita truktam kim vadatu bagni kim uktam asti we'll read this in the adesh upadesha ashiti we will read this in the next but this is just an introduction vadatu bagni kim uktam asti yasti shastrasya एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तत् अपरनिमित्तकम् अस्ति यथा यथा आदेच् उपदेशे अशीति इति उदाहरणमस्ति तस्य ध्वनिः नायाति ध्वनिः आगच्छति वा हा परन्तु परिचेतं न पठति भगिनि पठितं न तया तु पठितं किं लिखितमस्ति आदेच् उपदेशे अशीति इति उदाहरणम् अस्ति कस्य आदेच् उपदेशे अशीति इति अन्तरङ्गमिति अस्मिन् अत्र अस्मिन् परिच्छेदे उक्तं बिकास् अत्र तस्यापि कोऽपि परनिमित्तिकं न उक्तमस्ति कथम् अनेन किं भवति अनेन शास्त्रेण किं भवति आदेच् उपदेशे अशीति इत्यनेन आत्वं भवति इत्युक्ते आत्वम् इत्युक्ते दीर्घ आकारः इति आदेशः भवति आत् एच् आद् एच् सो एच् वर्णस्य आत्वं भवति एच् वर्णस्य आत्वं भवति एच् स्थाने ए ओ ऐ औ एतेषां वर्णानां स्थाने तत्र आ इति आदेशः भवति आत् इति आदेशः अनेन शास्त्रेण कुत्र भवति तत्र अत्र अशीति इति उक्तमस्ति न उपदेशे अशीति इति उक्तमस्ति तत्र इत्युक्ते तत्र इत्युक्ते तत्र अस्मिन् शास्त्रे अशीति इत्यनेन आत्वस्य प्रतिषेधः नाम शिति कार्यं न भवति वदतु भगिनि किमस्ति अत्र यत् किमपि अवगतम् इदानीं तत् समयः अभवत् सो लेट् अस् स्टाप् ओवर् हियर् वि विल् रीड् दिस् इन् द नेक्स्ट् क्लास् सो एकवारं किं कुर्मः एतस्य शास्त्रस्य आदेश उपदेशे अशीति इति शास्त्रस्य किञ्चित् तत्र अष्टाध्यायी डाट् काम् मध्ये किञ्चित् पठामः अत्रापि लिखितमस्ति किञ्चित् अत्र एकं परिच्छेदं दत्तम् आदेश उपदेशे अशीति इति शास्त्रं सूत्रं किं वदति कस्य कार्यं किम् अस्ति एकवारं पठित्वा आगच्छतु अनन्तरं तत्र अग्रिमकक्षायां तत्र पठामः इदानीं तु स्थगामः प्रश्नः अस्ति वा एतावता यत् किमपि पठितम् अस्माभिः नास्ति चेत् अत्र स्थगामः ओम् पूर्णमन्त्राणि प्राकृत किं सूत्राणि वी हेव् आल्रेडि रेड् दोस् न भगिनि धातु वट् वास् देट् लेसन् दीस् वी हेव् आल्रेडि लेड् न जस्ट् टोल्ड् देट् दे आर् आल्सो टैप् आफ् अपरनिमित्तिकं तत्रापि कोऽपि परनिमित्तं न उक्तमस्ति दोस् वी हेव् आल्रेडि रेड् इदानीं तत्र आदेच् उपदेशे अशीति इति इम्पार्टेण्ट् सूत्रमस्ति व्याकरणशास्त्रे तत्र आत्वं भवति एच् वर्णानां कदा भवति कदा न भवति इति तत्र द्रष्टव्यम् अतः तस्य उदाहरणम् अत्र दत्तमस्ति अस्तु शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि सर्वेभ्यः नमस्कारः